सर्वेषां नमस्कारः. कर्मणि भावेश इति करपत्रम् अनुवर्तते. गते सप्ताहे वयम् अत्र अस्माकं सार्वधातुके यक् इति सूत्रं दृष्ट सूत्र सूत्रं सूत्र सूत्रं दृष्टवन्तः. अत्र सार्वधातुके इति सूत्रे उक्तम् अस्ति इति कृत्वा केवलं लट् लोट् लङ् विधि लिङ् लकारेषु एव यक् प्रत्ययः विधीयते. अन्य षट्सु अपि लकारेषु यक् प्रत्ययः न भवति इति अस्माभिः दृष्टमासीत्. तदनन्तरं किम् आसीत्, अस्माकं भावकर्मणोः आत्मनेपदम् इति सूत्रेण आत्मनेपदिनः भवन्ति यत्र भावे प्रयोगे कर्मणि प्रयोगे च क्रियापदस्य रूपम् आत्मनेपदं प्राप्नोति. तदनन्तरं वयं दृष्टवन्तः अत्र तु यक् प्रत्ययः कित् अस्ति इति दृष्टवन्तः. अनेन किम् इति पश्यामः चेत् त्रीणि प्रमुखकार्याणि सन्ति. नितिश इत्यनेन गुणनिषेधः, अनन्तरं द्वितीयकार्यमस्ति अनिदितां हलोपादायाङिति इत्यनेन अनिदिद्धातूनाम् उपधाभूतस्य नकारस्य लोपः भवति इति द्वितीयं कार्यं. तृतीयं कार्यम् आसीत् सम्प्रसारणकार्यं. सम्प्रसारणस्य कृते सूत्रद्वयं वर्तते, वचिस्वपि यजादीनां किति, अनन्तरं द्वितीयसूत्रमस्ति ग्रहीजा वये व्यधि वष्टि विचति वृच्छति पृच्छति बृञ्जतीनां नीति च इति सूत्रेणपि. एषां धातूनाम् एतेषां धातूनाम् अत्र किति प्रत्यये परे सम्प्रसारणकार्यं भवति इति वयं जानीमः. अस्तु, अग्रे वयं अजन्तधातूनां विषये पश्यन्तः स्मः. तत्र तु वयं किं दृष्टवन्तः, आदेशोपदेशे अशीति इत्यनेन यक् प्रत्ययः षित् नास्ति इति कृत्वा, प्रत्ययः तु अस्ति किन्तु षित् नास्ति इति कृत्वा तत्र अत्र तु एजन्तधातूनामपि आकारः भवति, आत् आदेशः भवति इति कृत्वा एजन्ताः अपि आकारान्तः भवन्ति इति दृष्टवन्तः. तर्हि यदा आकारान्तः भवन्ति तर्हि तत्र तु केवलं यक् प्रत्ययः विधीयते, केवलं मेलनं भवति. तर्हि द्यै इत्यस्य ध्या इति भूत्वा ध्यायते इति रूपं, तथा एव घ्रा इति आकारान्तधातुः, तस्य तु साक्षात् एकप्रत्ययस्य विधानेन घ्रायते इति रूपम्. अनन्तरं विशिष्टसूत्रं दृष्टमासीत् घूमा स्था गापा जहातिसां हलि इति सूत्रम्. अनेन किम् आसीत्, घूसंज्ञकधातूनां मा इति धातुः, माति इति, अनन्तरं स्था इति, गा पा हा, अनन्तरं सा, एतेषां धातूनाम् आकारस्य स्थाने ईकारादेशः भवति इति. अतः तदनुसृत्य एव पा धातुः पिबति इत्यस्य तु वयं पीयते इति भवति अस्माकं रूपं. गा धातुः गायति इत्यस्य गीयते, स्था धातुः स्थीयते, मा धातुः मीयते. अनन्तरं घूसंज्ञकदातवः ये ये इति दृष्टवन्तः वयं, षड् धातवः सन्ति इति. अत्र तु दा दाने प्रमुखधातवः तु धा दाने धा इति अपि अस्ति. तर्हि अनयोः तु धीयते दीयते धीयते इति रूपाणि वयं साधयामः. अनन्तरं सा इति धातुः हा इति ओहक् धातुः अस्ति, तस्य तु हीयते, अनन्तरं सा इत्यस्यपि सीयते इति रूपाणि. अनन्तरम् आसीत् अस्माकं इकारान्तधातूनां विषये वयं दृष्टवन्तः गते सप्ताहे. अत्र अस्माकं तु किम् आसीत्, सामान्यतया तु यत्र सार्वधातुकार्धधातुकयोः इति भवति स्म गुणकार्यं, किन्तु निति च कित् यकप्रत्ययः कित् अस्ति इति कृत्वा निति चैत्यनेन गुणकार्यं निषिद्धं भवति इति जानीमः. अनन्तरं अकृत् सार्वधातुकयो दीर्घः इति वयं दृष्टवन्तः. अत्र किम् उक्तमस्ति, ततः आरभ्य वयं पश्यामः पुनः तर्हि अद्य. अस्तु, अरुणा भगिनी कृपया पठति किम् अकृत् सार्वधातुकयो दीर्घः इति. अत्र प्रत्ययः यकारादि इति आरभ्य भगिनि. नमस्ते महोदय, अहं स्वागतं महोदय. इकारान्त ईकारान्त दातवः च दातवः इत्यस्मिन् अत्र सार्वधातुकार्धातुकयोः अनन्तरं नीति च इति सूत्रं समाप्य अग्रे यक् प्रत्ययः यकारादिः इति खलु तथा यक् प्रत्ययः यकारादिः कृत्सर्वधातुकयोः भिन्नः च अतः इकारान्तधातूनां दीर्घ आदेशो भवति. अत्र दत्तं यक् प्रत्ययः यकारादिप्रत्ययः कृत् सार्वधातुकयोः कृत् धातु प्रत्ययः नास्ति, सार्वधातुकप्रत्ययः अपि नास्ति, ततः इकारान्तधातूनां दीर्घ आदेशः भवति. जि उदाहरणं जि युगः यक् जीय जीययुगः ते जीयते इति रूपं निष्पन्नं भवति. अनेन लटि लोटि लङि विधिलिङ् च रूपाणि ज्ञेयानि. केवलं जि धातु भगिनी अन्य हश्व इकार न भगिनि, अत्र छि इति अस्ति, चिनोति इति, तस्यापि छीयते इति रूपं खलु, चिनोति इत्यस्य दीर्घं भूत्वा चीयते इति प्राप्नोति. मृ अपि अस्ति खलु, मृ अपि म्रियते इति भवति इति मन्ये, मृ इति अपि अस्ति, तत्तु तत्र इकारान्तधातूनां वयम् आवलिः किमपि अस्ति किं, छि इति स्मरामि, अनन्तरं अनन्तरं सूत्रं दत्तम् अकृतसार्वधातुकयोः दीर्घः इति सूत्रेण अजन्त अङ्गस्य दीर्घादेशो भवति यकारादिप्रत्ययपरे, किन्तु स च प्रत्ययः कृत्सङ्गकः अथवा सार्वधातुक चेत् न भवति. अचश्च इत्यनेन अचः एव दीर्घत्वं येन विदितदन्तस्य अलोन्तस्य कृत च सार्वधातुकञ्च कृत्सार्वधातुके न कृत्सार्वधातुके अकृतसार्वधातुके तयोः अकृतसार्वधातुकयोः अकृतसार्वधातुकयोः सप्तम्यन्तं दीर्घः प्रथमान्तं द्विपदमिदं सूत्रम् अयं ईनिति इत्यस्मात् ई यत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः ई कृतसार्वधातुकयोः. अत्र वयं पठितवन्तः जि योगः यक् अत्र हश्वजि इकार दीर्घः भवति, तदेव सूत्रं दत्तम् अकृतसार्वधातुकयोः दीर्घः अङ्गं निमित्तानि अङ्गम् अजन्त अङ्गम् अस्ति चेत् परतः यकारादिप्रत्ययपरे यकारादिप्रत्यय कृत्सञ्ज्ञकः वा सार्वधातुकछन्दः वा न अस्ति, तदेव तत्समये एव दत्तं दीर्घं भवति. अचश्च इत्यनेन अचः एव दीर्घत्वं भवति, अचवर्णस्य एव येन विदितदन्तस्य अलोन्तस्य परिभाषेण अचुवर्ण एव अत्र, न तु पूर्ण पदस्य दीर्घः न, अचुवर्णस्य एव साहाय्यं करोति. तदनन्तरम् अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः इ अकृतसार्वधातुकयोः इति पूर्णसूत्रमस्ति. आं भगिनि, धन्यवादः भगिनि. एकः प्रश्नः अस्ति, पृच्छतु भगिनि. क्षम्यतां, पूर्वं चर्चितं चेत् अहं मुद्रणं शृणोमि, किन्तु कृत् तिङन्तं तिङ् प्रत्यय नास्ति चेत् कृत् एव भवति खलु. इदानीं तु तिङ् अस्ति चेत् सार्वधातुकं भवति, नो चेत् कृत् भवति. इदानीं यक् प्रत्यय कीदृशपदं, कृत् अपि नास्ति, तिङ् अपि नास्ति. आं भगिनि, यक् तदित वा? न न न तदितव विकरणप्रत्ययः अस्ति भगिनि. यक् प्रत्ययः मध्ये यत् आगच्छति सार्वधातुकप्रत्ययस्य धातूनां मध्ये यत् आगच्छति ते तु विकरणप्रत्ययाः भवन्ति. सामान्यतः तु वयं कर्तरि शप् गणमनुसृत्य यत्र सार्वधातुकप्रक्रिया भवति तत्र तु शप् प्रत्ययः शन् प्रत्ययः इति विकरणप्रत्ययाः आयान्ति. यक् प्रत्ययः इति विकरणप्रत्ययः एव, किन्तु आर्धातुकप्रक्रियायाम् आयाति. तदितप्रत्ययाः अपि सन्ति, ये तिङ्गपि न सन्ति कृतपि न सन्ति, तादृशप्रत्ययाः अपि सन्ति. आं भगिनि, सनन्त सर्वे सन्ति किन्तु अत्र न ज्ञातवती. अग्रे भगिनि आचर्ष इत्यपि उक्त्वा किम् अरुण भगिनि. आं भगिनि क्षम्यताम्. आम् किं भगिनि, किं पठनीयम्? एवमेव सूत्रं, यत्र यत्र ह्रस्वः दीर्घः प्लुतः च विधीयन्ते तत्र तत्र अजः इति षष्ट्यन्त्यं पदम् आगत्य उपस्थितं भवति. परिभाषासूत्रम्, अचः षष्ट्यन्त्यं च अव्ययपदं द्विपदमिदं सूत्रम्. ऊकालो अजस्रस्वदीर्घ प्लुतः इत्यस्मात् अच् अश्वदीर्घ प्लुतः इत्यनयोः अनुवृत्तिः तत्र विभक्तिपरिणामेन तृतीयान्तं भवति. अश्वदीर्घो प्लुतैः शब्दैः अनुवृत्तिसहितं अश्वदीर्घप्लुतौ अचः च अच्. अत्र अचश्च इति दत्तम् अनुवृत्तिसहितसूत्रम् अकृत् सार्वधातुकयोः योः दीर्घः सूत्रे अनुवृत्तिसहितसूत्रम् अजः इति पदमस्ति. तदेव तत्र तु अजः इति अनुवृत्तिः आगच्छति. किम् अनुवृत्तिः इति नास्ति, तत्र तु किम् अस्ति, परिभाषासूत्रम् अस्ति इति कृत्वा वयं तत्र स्थापयामः. साक्षात् अनुवृत्तिः पश्यति चेत् अचश इति तु प्रथमाध्यायस्य सूत्रमस्ति खलु, अत्र अनुवृत्तिः नास्ति. केवलम् अत्र तु अनुवृत्तिसहितसूत्रम् इति वदामः चेत् एवमेव भवति, अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः इत्येव भवति. अचः इति तु आमाम् अचः प्रथमाध्यायस्य परिभाषासूत्रम् अस्ति इति कृत्वा यत्र यत्र दीर्घः इति वदामः चेत् हल्वर्णस्य तु दीर्घः एव न भवति, ह्रस्वदीर्घः इति संज्ञा भवितुं नार्हन्ति खलु. तर्हि यत्र यत्र ह्रस्वः इति पाणिना उक्तं तत्र तत्र तु अचः एव ह्रस्वः, अचः एव दीर्घः, अचः एव प्लुतः भवितुम् अर्हति इति कृत्वा एतेन परिभाषासूत्रेण अचः इति वयम् अत्र स्थापयितुं शक्नुमः इति. अनुवृत्ति नास्ति, परिभाषासूत्रं वदति अचश्च इति. प्रायः अनुवृत्ति अपि वक्तुं शक्यते, किम् आदौ अस्ति तदनन्तरं सर्वेषु पाणिनेः पूर्ण अष्टाध्यायी सूत्रेषु यत्र यत्र दीर्घ प्लुत इति आगच्छति तत्र तत्र अजः इति अपि आगच्छति इति एव तस्य अर्थः स्यात्. धन्यवादः. दीर्घ अश्व अच्वर्णस्य दीर्घः प्लुतः भवति दीयन्ते. आं भगिनि, धन्यवादः भगिनि, बहु धन्यवादः. सरला भगिनी अग्रे वदति किं भगिनि. धन्यवादः भगिनि. इदानीम् एवमेव षि इकारान्त षि धातु शीयते, शृ शीयते, जृ जीयते, ऋयते, पृ पीयते, सर्वे इकारान्त धातव उदाहरणानि सन्ति. अकृत्सारधातुकयो दीर्घ अनेन यकारपरे यकार अस्ति सार्वधातुकभिन्नप्रत्ययः अतः तत् अकृत् अकृत् भिन्नप्रत्ययः अस्ति आर्धधातुक वयं वदामः इति ककार लोपः भवति य एव शिष्यते सो शीयते इति भवति श्रीयते ज्रियते रियते इति भवति अग्रे अस्ति इकारान्त धातूनाम् अपि तदेव कार्यं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणादेश निति च इत्यनेन गुणनिषेध अकृतसार्वधातुकयोः दीर्घः इत्यनेन दीर्घादेश अनेन अतन्तो गत्वा इकारान्तधातव यथावत् तिष्ठन्ति नियोग यक् नीय नियते भीयोग यक् भीय भीययोगते भीयते इदानीं इकारान्तधातव यथा नी भी अस्ति तत्र यक् सार्वधातुक अर्धधातुकयो तस्य प्रसक्तिः अस्ति किन्तु गुणकार्यं न भवति कारण कि यक् इति कित् अस्ति सो कित् ङित् इति सूत्रेण गुणनिषेधः भवति अतः तस्य कार्यं न भवति अकृतसार्वधातुकयो दीर्घ तस्य प्रसक्तिः अस्ति परन्तु अत्र इकार नास्ति ह्रस्व इकार ह्रस्वस्वर नास्ति तस्य प्रसक्तिः अपि नास्ति सो नी इकारधातव तथैव तिष्ठति केवलं वर्णमेलनं भवति तत्र अग्रे आगच्छति अस्य अपवाद शीन् धातु शीन् योग यक् भवति शययोगय शय शयते अयम् आदेश अनेकाल् किन्तु ङित् तस्मात् च अन्त्य आदेशो भवति इदानीम् अन्य धातु शीङ् अस्ति तस्य उपदेशक अवस्थायां शीङ् अस्ति नकारस्य हलन्तनेन संज्ञा भूत्वा तस्य लोपः भवति शी अवशिष्यते शी यदि अस्ति तस्य प्रति विशेषसूत्रम् आगच्छति तत्र अयङ् आदेश इति आगच्छति शीङ् यक् अस्ति यक् ककार अनुबन्धलोपानन्तरं शीङ् अनुबन्धलोपानन्तरं शी अवशिष्यते तत्र अयङ् आदेश तस्मात् मकारस्य हल्यन्तनेन लोपः भवति अय इव अवय अवशिष्यते तत्र अय तत्र अयस्य अकार अस्ति तस्य उच्चारणार्थम् भवति सो ऐ इति आगच्छति सो ऐ योगय सो शय्य ते इति भवति सूत्रमस्ति अयङ् यि ङिति शीङ् धातो अय आदेशो भवति यकारादि कित् ङित् प्रत्यये परे अयङ् इत्यस्मिन् नकारस्य इत्संज्ञा यकारोत्तरवर्ति अकारस्य उच्चारणार्थं क च ङ च ङौ तौ इतौ यस्य सः द्वन्द्वगर्भो ब्रहुवी तस्मिन् इति अयं प्रथमान्तं यि सप्तम्यन्तम् इति ङिति सप्तम्यन्तं त्रिपदम् इदं सूत्रं शीङ् सावधातुके गुण इत्यस्मात् शीङ् इत्यस्य अनुवृत्ति अङ्गस्य इत्यस्य अधिकार अनुवृत्तिसहितसूत्रं शीङ् अङ्गस्य अयं यि इति अस्ति अत्र एतत् सूत्रं केवलं शीङ् धातु प्रति अस्ति शीङ् धातोः अय आदेश भवति यकारादि किति ङिति प्रत्यये परे अत्र यकारादि किति ङिति इति निर्देशमस्ति सूत्रे एव तस्य अर्थं किं भवति किति ङिति इति यदि न वदामः यकारादिप्रत्यय अपि सार्वधातुके सार्वधातुकमपि भवितुं शक्नोति यथा श्यन् इति द्वादिगणे आगच्छति द्वादिभ्यः श्यन् तत्र अपि यकारादिप्रत्ययः भवितुं शक्नोति अतः अपि महोदय उक्तवान् यकारादि अन्या प्रत्यया अपि सन्ति किति इति निर्देशम् अस्ति इति केवलम् अर्धधातुकप्रत्यय यकारादि इति अस्ति, न तु सार्वधातुक अस्ति तत्र. शीङ् अनुवृत्तिसत्र शीङ् शीङ् इति अपदेशधातुः अस्ति अङ्गस्य अङ्गस्य शीङ् अङ्गस्य षष्ठी विभक्ति भवति अयं, तत्र प्रथमा विभक्ति ऐ आदेशः भवति. इ इति यक् यवला यकार आदौ यकार सप्तमी विभक्त्याम् अस्ति इ कितिङ् इति, तस्य स्वभावः कितिङ् इति अस्ति. सो तस्य पूर्वं कार्यं भवति सप्तमी विभक्ति भूत्वा. इ इति किमस्ति आदौ वलादि इति परिभाषासूत्रेण यकार आदौ अस्ति, तस्य ग्रहणं भवति अतः इ आगच्छति तत्र. अन्य वार्ता अस्ति अत्र, यदि शीङ् अस्ति तत्र ईकार यत् अस्ति शीङ् धातोः अन्तिम शी इति धातो अनुबद्धलोपानन्तरं केवलम् ईकार अजन्त अस्ति. अङ्गस्य अयङ् अयङ् यदि आदेश भवति तत् अनेकाल् अस्ति. सो अत्र अनेकाल् कथम् आगच्छति, वयं जानीमः अनेकाश्चित् सर्वस्य इति भवति, किन्तु यदि अनेकाश्चित् सर्वस्य भवति तस्य प्रभादे इति सूत्रेण केवलम् अन्तिम स्वर इति स्वीकृतम्. अनेकाश्चित् सर्वस्य पूर्ण सम्पूर्ण धातोः अनेकाश्चित् सर्वस्य इति वदति. सम्पूर्णधातोः आदेश धातोः स्थाने भवति तस्य अनेकाल् आदिष्ट भवति तत्र. किन्तु ङित् यदि आगच्छति तत्र अपवादतेन अनेकाश्चित् सर्वस्य अपवादतेन केवल अन्तिमवर्णं स्वीकृतं भवति ङिच्च. पठामि भगिनि ङिच्च? आं भगिनि, कृपया. अस्तु, ङिच्च ङित् आदेशः अनेकाश्चित् अपि अन्त्यस्य एव स्थाने भवति. इदं सूत्रम् अनेकाश्चित् सर्वस्य इति सूत्रस्य अपवादः. अनेकाश्चित् सर्वस्य तत्तु अलोन्त्यस्य इत्यस्य अपवादः. ङकार यस्य सः ङित् बहुव्रीहि ङित् प्रथमा अन्तं च अव्ययपदं द्विपदं सूत्रम् अलोन्त्यस्य इत्यस्मात् अलः अन्त्यस्य इत्यनयो अनुवृत्ति स्थाने अन्तरतम् इत्यस्मात् स्थाने तस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं ङिच्च च अन्त्यस्य अलः स्थाने. वयं जानीमः अलोन्त्यस्य इति सूत्रेण पदस्य अन्तिम अल् वर्णः स्वीकृतम् अस्ति. तत् प्रभाद्य अनेकाश्चित् सर्वस्य आगच्छति, तत् अस्मिन् सर्वे वर्णाः स्वीकृतं भवति. तस्य प्रभाद्य ङिच्च आगच्छति तत् किन्तु तत् आदेश ङित् भवति. इदानीम् अयङ् अस्माकं उदाहरणे अयङ् इति ङित् अस्ति, अतः तस्य शक्ति ङिच्च इति भवति. ङित् आदेशः भवेत् अनेकाश्चेत् अपि तस्य अन्त्यस्थाने अन्त्यवर्णम् एव स्वीकृतम् अस्ति. सो अनुवृत्तिसहितसूत्रमस्ति ङिच्च अन्त्यस्य अलस्थाने. ङिच्च इति आदेशः यदि अस्ति च अव्ययपदं भवति अन्त्यस्य अङ्गस्य अन्ते यद् वर्णः अस्ति अलः स्थाने तस्य स्वरूपम् अलः भवति स्थाने ङित् आगच्छति अस्ति. अनेकाश्चित् सर्वस्य आदेश अनेकाल् इति वयं जानीमः परिचितसूत्रम् आदेश अनेका आदेशे एक एव वर्णः न अपि तु अनेके वर्णः अथवा शित् चेत् सर्वस्य स्थानेन स्थाने भवति न तु अन्त्यवर्णस्य. यस्य स्थाने आदेश आदिष्ट स स्थाने. इदं सूत्रम् अलोन्त्यस्य इत्यस्य अपवादः न एक अनेक नै तत्पुरुष अनेक अल् यस्य सः अनेकाल् बहुव्रीहि शकार इति यस्य सः शित् बहुव्रीहि अनेकाल् वशित् च अनेकाल् शित् समाहारद्वन्द्व अनेकाल् प्रथमान्तं शित् प्रथमान्तं सर्वस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रम् स्थाने अन्तरतम् इत्यस्मात् स्थाने इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रम् अनेकाश्चित् सर्वस्य स्थाने. सो यत् आदेश अनेकाल् अस्ति, सर्वे वर्ण आदेश अस्ति, ते स्थाने अपि एक न किन्तु अनेक वर्ण आगच्छति स्थानिनः तत्र. सो यदि एक अनेक वर्णा स्थानिनः सन्ति तत्र तस्य स्थाने अनेकाल् वर्णाः आदिष्टा सन्ति इति सूत्रं वदति. सो अनेकाल् षित् न केवलम् अनेकाल् भवेत् इत्यपि षित् यदि अस्ति तत् तदपि अनेकाल् बहि षित् इति आदेश आगच्छति षित् न शकारः निमित्तम् अस्ति. तादृशः अस्ति चेत् अपि शकारः इत्यस्य सः अस्ति चेत् अपि षित् अस्ति चेत् अपि पूर्णादेश आदेशः भवति इति. अङ्गस्य षित् भवति वा प्रत्यय आदेशस्य षित् भवति? आदेशः प्रत्ययस्य अत्र उदाहरणार्थं पश्यामः चेत् अहमेव मन्ये अत्र अत्र जश्यसोहोषी इति सूत्रमस्ति खलु, तर्हि पूर्णादेशः इति भवति तत्र इति मन्ये. तादृशस्थलेषु वयं दृष्टवन्तः अन्त्यवर्णस्य नास्ति इति पूर्ण यदि वयं कृतवन्तः पाठानि यदि वयं दृष्टवन्तः. इदानीं श्रुतमस्ति कुत्रचित् आगच्छति अत्रापि अस्ति भगिनि. अनन्तरं तत्र अष्टाध्यायी डाट् काम् मध्ये पश्यामि इदम् इष् इति सूत्रेण इदम् इत्यस्य पूर्णतया इकारः आदेशः भवति. इष् इति आदेशः भूत्वा इतः इह इयत् इति पूर्णादेशः भवति इति तादृश तत्रापि आदेशः. अस्तु अत्र ङित् अस्ति. अस्तु अयङ् वाङ् तत्र वयं दृष्टवन्तः निकाषस्य विकरणप्रत्यय यदा वयं इत्यनेन अन्त्यस्य एव आदेशः भवति अपवादत्वेन आगच्छति. अत्र तु एतत् वयं दृष्टवन्तः यत्र सामान्यतया यत्र धातु आदेशः भवन्ति उदाहरणार्थं पास्थाने पिब आदेशः तर्हि पूर्णतया आदेशः भवति अनेकः इति कृत्वा. धन्यवादः भगिनि. धन्यवादः भगिनि. लक्ष्मीभगिनी भवती भगिनि उकारान्त समानकार्यमस्ति समानकार्याणि अत्रापि पश्यामः. आं भगिनि उकारान्ताः ऊकारान्ताः च धातवः यथा इकारान्ताः ईकारान्ताः तथैव उकारान्ताः ऊकारान्ताः च सार्वधातुकार्थधातुकयोः इत्यनेन गुणादेशः ख्निति च इत्यनेन गुणनिषेधः अकृत् सार्वधातुकयोः दीर्घः इत्यनेन दीर्घादेशः. यथा पूर्वं सरलभगिन्या उक्तमस्ति इकारान्त ह्रस्व इकारान्त दीर्घिकारान्तानां प्रसङ्गे तादृशं कार्यमेव अत्रापि भवति इति अत्र अस्ति. उकारान्तधातवः ह्रस्व उकारान्तधातवः के इति पश्यामश्चेत् नु अस्ति, नूयोगः यक् नूय नूययोगः ते नूयते. अस्तु अत्र भावकर्मणोः इत्यनेन अत्र कर्मणि प्रयोगे धातुः सकर्मकधातुः अस्ति चेत् कर्मणि प्रयोगः भवति, नो चेत् भावे प्रयोगः भवति. किन्तु अत्र अन्तिमं रूपं नूयते इति भवति. यक् यक्कित् अस्ति अपि च इत्युक्ते तत्र अनुबन्धलोपानन्तरं यकारः एव अवशिष्यते. अत्र वैशिष्ट्यं किम् इत्युक्ते धातुः इगन्तधातुः यद्यपि इगन्तधातुः अस्ति तथापि अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणादेशः न भवति. किमर्थं चेत् अत्र ख्निति च इत्यनेन गुणनिषेधः भवति, यक् कित् अस्ति इति कृत्वा गुणनिषेधः न भवति. अकृत् सार्वधातुकयोः दीर्घः इति सूत्रेण अत्र नु इत्यस्य दीर्घत्वं नु भवति. अत्र नूयते इति रूपं अनेन लट्टि लोटि लङ्गि विधिलिङ्गि च रूपाणि ज्ञायानि इत्युक्ते नूय पदम् आत्मनेपदम् आत्मनेपदिवत् भवति नूयते इति पश्यामश्चेत् लट्लकाररूपं भगिनी यदि भिन्नरूपाणि वयं सर्वाणि रूपाणि वदतु भगिनि लति नूयते रूपाणि वदतु भगिनि नूयते नूयेते नूयन्ते तथा वा नूयते नूयन्ते नूयसे नूयेथे नूयध्वे नूये नूयावहे नूयामहे लोटि किं भवति नूयतां नूयेतां नूयन्तां नूयस्व नूयेथां नूयध्वं नूयै नूया वहै नूयामहै इति भवति मध्ये यकारः उपविशति इति कृत्वा कृत्वा सर्वत्र ऊकारः भवति नू इति आं भगिनि लङ् लङ् वक्तुमिच्छति किं लङ् अत्र अनूयत अनूयेताम् अनूयन्त अनूयथाः अनूयेथाम् अनूयध्वम् अनूये अनूयावहि अनूयामहि इति रूपाणि विधिलिङ्गि नूयेत नूयेयातां नूयेरन् नूयेताः नूयेयातां नूयेध्वं नूयेय नूयेमहि नूयेमहि इति स्यात् इति स्युः अग्रे पठामि वा यत्र यत्र यकारः भवति तत्र तत्र ऊकारः भवति इति एव चतुर्षु लकारेषु एव यक् प्रत्ययः विधीयते इति कृत्वा तेषां रूपाणि एवं भवन्ति अत्र अकृत एकप्रश्न अकृत सार्वधातुकयो दीर्घ इति अपवादत्वेन आगच्छति सार्वधातुकयो तत्र निषेधकं भवति खलु निषेधः भवति खलु इति चेत् औत्सर्गिकसूत्रं सार्वधातुक अर्धातुकयो इत्यस्य प्रवर्तनं सर्वत्र करणीयं परसूत्रमस्ति इति कृत्वा तस्य भगिनी अत्र गणचिन्तनं नास्ति इत्युक्ते अत्र कार्यं तु आर्धधातुकप्रक्रिया इव अत्र कार्यं भवति इति अस्माभिः पठितमेव अत्र नू धातुः कस्मिन् गणे अस्ति इति अहं दृष्टवती तत्र नौति इति अदादिगणे अस्ति इति भाति कथं जानीमः अत्र कस्मिन् गणे अयं धातुः अस्ति इति यद्यपि गणचिन्तनं नास्ति किन्तु अत्र किञ्चित् दातुं दृष्ट्वा साक्षात् यदि वयं रूपं जानीमः चेत् ऊहा कर्तुं शक्यते भगिनि तावदेव नो इत्यस्य नौति इति वदति चेत् वयं तु जानीमः खलु अत्र विकरणप्रत्ययः नास्ति इति कृत्वा द्वितीयगणः इति वक्तुं शक्यते किन्तु अत्र आर्धात्मकप्रक्रिया भवति तत्र सर्वत्र तु गणचिन्तनमेव न आवश्यकम् इति एव विषयः खलु प्रमुखविषयः भगिनि मया करप्रपत्रं न लक्षितं न दृष्टं कृपया सूचयति वा करपत्र कः ओ ओ ईपत्ररूपेण प्रेषितवती खलु महोदय अत्र कुत्र अस्ति इत्युक्ते महोदयस्य सैट् मध्ये वेब्सैट् मध्ये सेवेन्त् इति परिच्छेदः अस्ति खलु सप्तमपरिच्छेदः यः अस्ति वामभागे सेवेन् इति अस्ति खलु आर्धधातुक प्रकरणम् इति वर्तते सेवेन् आर्धधातुकप्रकरणम् इति पश्यति किं तत्र न अहं तु प्रतिदिनम् अहं प्रेषयामि वर्गात् पूर्वम् अहं प्रेषयामि प्रातःकाले प्रेषयामि इत्युक्ते भवतां भारतदेशे वसति चेत् रात्रौ प्रेषयामि यु एस् मध्ये चेत् प्रातःकाले मम प्रातःकाले अत्र प्रेषयामि अत्र कर्मणि कर्मणि भावे तत्र तत्र तृतीयपरिच्छेदः अत्र उकारान्तानाम् इति अस्ति उकारान्त उकारान्तश्च दातवः इति अत्र स्मः महोदयस्य नाम उचितं महोदय सौम्यशङ्कर करपत्रस्य नाम अस्ति कर्मणि भावे आम् करपत्रस्य नाम एवं कर्मणि भावे न आं महोदय, तदेव विषयः। कर्मणि भावे वा? आं महोदय, कर्मणि भावे च इति शीर्षकमस्ति पत्रस्य। तत्र तृतीयभागः उकारान्तः ऊकारान्तः च दातवः इति तत्र स्तः। अग्रे गच्छामः किं प्रश्नः अस्ति भगिनि? इदानीं यक् प्रत्यय अस्ति चेत् तत्र य तिष्ठति खलु, अतः अङ्गाः तु अदन्त एव खलु? सत्यं, समीचीनमेव, तथा अस्ति भगिनि। किन्तु यक् इत्यस्मात् पूर्वं किं भवति इति अधुना पश्यामः। किमर्थमित्युक्ते यत्र यक् इत्यस्य योजनस्य अनन्तरम् अत्र किमपि कार्यं नास्ति खलु, ते इति प्रत्ययः, तर्हि नूयते इति केवलं वर्णमेलनं, तत्र नूतनविषयः किमपि नास्ति। यत्र विषयः अस्ति, उदाहरणार्थं यत्र अत्र नूय इति अभवत् खलु, नूय इति अभवत्, अधुना वयं किम् अस्ति इताम् इति मध्यमपुरुषे लोट्लकारे पश्यामः चेत् नूय योगः इतां, तत्र किं कार्यम् इति अत्र एकारः भवति, अतो अस्माभिः पूर्णं दृष्टम् आसीत्। अनन्तरं नूय योगः ए इत्यस्मिन् ऐकारः भवति इति तादृश, अनन्तरं बहिः इत्यस्मिन् अपि तत्र आकारः भवति इति तत्तु वयम् अस्माभिः पूर्वं दृष्टम् आसीत्। अस्माकं सार्वधातुकप्रक्रियायां यत्किमपि कार्याणि सन्ति तानि एव अत्रापि सन्ति खलु, तिङ् प्रत्ययस्य मेलनं तु समानानि सन्ति, भेदः तु धातु यक् प्रत्ययस्य योजनं यत्र भवति तत्रैव भेदः भवति इति कृत्वा तदेव विस्तृतरूपेण वयम् अधुना पश्यामः। किन्तु कुत्र कुत्र इ अस्ति, तत्र यक् नास्ति, इ अस्ति चेत् यकार एव सूचयति खलु, यक् प्रत्ययस्य एव ककारस्य लोपं भूत्वा य इति आगच्छति भगिनि। सूत्रे इ अस्ति चेत् किं सूचयति, यक् सूचयति वा यकार सूचयति? यकारादि इति एव, यकारादि इति एव अस्ति। अन्ये अपि सन्ति यकारादि प्रत्ययाः यत्र प्रायः अस्यैव सूत्रस्य तत्र प्रसक्तिः प्राप्तिः च भवति, प्रायः यत् प्रत्ययः इति तादृशप्रत्ययः प्रत्ययाः सन्ति किल, किन्तु एतदपि कर्मणि कर्मणि नो चेत् भावे तस्य अनुवृत्ति भवति वा, नो चेत् सामान्यसूत्रमस्ति भगिनि। अन्यत्र अन्येषु अन्यप्रत्ययपरे अपि कार्यं भवितुम् अर्हति एव, इत्युक्ते अपि कार्यं कर्तुं शक्नोति न, तुदादिगणे तु सार्वधातुकप्रक्रिया भवति खलु, तत्तु षण् प्रत्ययः अस्ति खलु, षित् अस्ति खलु, षित् इति कृत्वा षित् इत्यस्य कृते भिन्नभिन्नसूत्राणि सन्ति खलु। अस्तु, इदानीं तु आर्धधातुक नास्ति अत्र, आम् आर्धधातुक अत्र किमित्युक्ते अत्र आम् अत्र यत्र किमस्ति अस्तु, अत्र किमस्ति षण् प्रत्ययपरे प्रायः अस्य सूत्रस्य प्रसक्तिः भवति स्म, किन्तु अत्र षण् इति तत्रापि एतत् सूत्रम् अस्माभिः पठितम्। उदाहरणार्थम् अग्रे पश्यतु भगिनि, ऋकादान्तानां सूत्राणि आगच्छन्ति, रुष इङ्ग्लिष् एतानि सूत्राणि वयं पूर्वमेव पठिताः अस्माभिः, षण् इत्यस्य कृते एव पठितः इति मन्ये अस्माभिः। प्रसक्तिः तु अस्ति, प्राप्तिः भवति वा इति द्रष्टव्यं, पृथक् पृथक् एकैकं धातुं स्वीकृत्य पश्यामः चेत् अवगच्छामः भगिनि। अग्रे पश्यामः, पृच्छतु भगिनि। मम एकः प्रश्नः अस्ति, अत्र पदं पश्यामश्चेत् आहूयते इति पदमस्ति, आहूयते इत्युक्ते इन्वैटिङ्ग्, बीङ्ग् इन्वैटेड् इत्यस्मिन् अर्थे अस्ति, अत्र हू धातुं पश्यामश्चेत् हू धातुः जुहोत्यादिगणे अस्ति, लट्लकाररूपं जुहोति अस्ति, तत्र अर्थः भिन्नः, किन्तु वयं जानीमः एव आ उपसर्गपूर्वकः ह्वे धातोः रूपमेव आह्वयति आह्वानं करोति इत्यस्मिन् अर्थे, आह्वयति इति अर्थः अस्ति. अत्र तु पदं पश्यामश्चेत् आहूयते इति इत्यस्य अर्थः आह्वयति इव दृश्यते. किन्तु धातुं पश्यामश्चेत् हु धातुः जुहोत्यादिगणीय जुहोति इति. अत्र भगिनि अत्र ह्वे इति धातुः प्रायः महोदयेन तत्र हु न ह्वे अस्ति खलु आहूयते इति. आम् भवती सत्यमेव वदति, ह्वे इत्यस्य एव अत्र अर्थे आगच्छति किम् इति पृच्छति खलु हु धातोः अपि. इत्युक्ते अत्र आहूयते अर्थः आह्वयति इत्यस्मिन् तादृश अर्थः किन्तु कर्मणि प्रयोगे अस्ति. किन्तु हू प्रायः आहूयते इत्यस्य भिन्न अर्थः अपि स्यात् भगिनि. अत्र ह्वे धातोः हे धातोः अपि हू इति एव भवति किम् अत्र हू इति. आम् आम् इति मन्ये एकनिमिषः. भगिनी आह्वयते नास्ति, आह्वयते न न न भगिन्याः समीचीनः प्रश्नः. पुष्पा भगिनी आमाम् आगच्छामि एकनिमिषः भगिनि. मम आसीत् ह्वे इत्यस्य किं रूपं तर्हि कर्मणि रूपं द्रष्टव्यं भगिनि अत्र हू धातोः तत्र ह्वे धातोः हू इति आदेशः भवति मन्ये भगिनि. अत्र किमपि धातु आदेशः अस्ति प्रायः महोदयेन अत्र न महोदय अत्र न दत्तवान्, अहं दृष्ट्वा वदामि भगिनि. ह्वे धातोः सः एव धातुः अस्ति, ह्वे इत्येव धातुः अस्ति, तत्र हु इति आदेशः भवति इति मन्ये. ह्वे इत्यस्य स्थाने हू भवति, तदनन्तरं हूयते इति रूपं प्राप्नुमः. अस्तु, अपि च भगिनी अत्र भगिनी तथा एव भगिनी यथा उक्तं हू धातुः साक्षात् हू धातुः अस्ति चेत् अपि तस्य अपि हूयते इति एव रूपं समानरूपं, किन्तु भिन्नार्थः स्यात्. अत्र द्रुधातुः दत्तमस्ति, द्रूयते इति लिखितमस्ति. द्रुधातुः भ्वादिगणे अस्ति, तस्य लट्लकाररूपं कर्तरिप्रयोगे द्रवति द्रवति अस्ति. किन्तु अत्र ऊहां कर्तुं न शक्नुमः. अत्र किं भगिनि पुनः वदतु. अत्र धातुः द्रुधातोः रूपं कर्मणि रूपं द्रूयते इति लिखितमस्ति. द्रुधातोः लट्लकाररूपं द्रवति भुवादिगणे अस्ति, द्रवति इति रूपम् अस्ति. मम प्रश्नः तु अत्र किञ्चित् रूपम् ऊहां कर्तुं न शक्नुमः. परिचयत्वेन एव भवति इत्येव अस्ति भगिनि भगिनी मान्ये भगिनी. आं सत्यम् परिचयेन द्रु इति परिचित धातुः नास्ति खलु, तर्हि तादृशधातूनां परिचयेन वयं अभ्यासं कुर्मः. इन्स्ट्रक्षन् पुष्पा भगिनि किमपि ध्रुधातु तत्र नास्ति न एतत् करपत्रे. अत्र भगिनि अत्र वचस्वपि अजादीनाम् इत्यनेन भवति इति मन्ये. अत्र हु धातु अस्ति, आह्वयते आहूयते एकनिमिषः. तदेव भगिनि तस्मिन् एव चर्चां कुर्मः. अत्र वचस्वपि यजादीनाम् इत्यस्मिन् हू धातुः दत्तः अस्ति किं दत्तः किं नैफ्ट् इन् ब्रेक् रैट् ओके भगिनि अग्रे पठामि. तदेव भगिनि वचस्वपि यजादीनाम् इत्यनेन प्रायः स्यात् किम् अस्ति सूत्रं किं वदति. तत्र ह्वेन् इत्यपि अस्ति भगिनि, यजादि यजादि यजादयः इति मन्ये, हू धातु ह्वे इति यजादयि यजादीनां विषये तत्र आयाति. वचसुके यजादीनां किं भवति इत्युक्ते अत्र सम्प्रसारणकार्यं भवति. अत्र ह्वे इति अस्ति खलु, तर्हि वकारस्य उकारः भवति, तदनन्तरम् उकार एकारयोः मध्ये तु न सम् तत्र किमस्ति सम्प्रसारणाच्च इत्यनेन खलु तत्र उकारः तिष्ठति इति मन्ये. तर्हि हु इति भवति, तदनन्तरं यत्र हु भवति तदनन्तरं दीर्घत्वं भवति अनेन सूत्रेण. महोदयेन सोपानं न दत्तं, किन्तु ह्वे इत्येव धातुः. हू धातुः अपि भवति स्म, हू धातुः अपि आहूयते इत्येव भवति, आ उपसर्गः आगच्छति, प्रायः भिन्न अर्थः स्यात् तस्य किं जुहोति इति यः हू धातुः अस्ति तस्य भिन्न अर्थः स्यात् किन्तु रूपं समानम्. आं भगिनि, अहं कोशे दृष्टवती हू धातु इत्युक्ते जुहोत्यादिगणे यः धातुः अस्ति हू, तस्य कर्मणि तु हूयते एव दीर्घ उकार रूपं तु समानं. क्वे इत्यस्य अपि हू क्वे इत्यस्य अपि यजादि अस्ति इति कृत्वा हू भवति. क्षम्यता मम सङ्गणकं अस्ति चेत् एजादि अस्ति इत्युक्ते आकार आदेश भवति वा? एजादि नास्ति, यजादि यजादीनाम् इति वचस्वपि यजादीनाम् इति अस्ति खलु, यजादिगणे यजादिगणे आगच्छति, द्वित्वं नास्ति वादिगणे अस्ति. सम्प्रसारणकार्यम् इति वदामि, तत्र ह्वे धातोः सम्प्रसारणम् इति अग्रे महोदयेन दत्तमस्ति, सम्प्रसारणकार्यं भवति यत्र ह्वे इत्यस्य हु इति रूपं स प्राप्नोति. अस्मिन् आगच्छति, अग्रे पश्यामः, महोदय महोदयेन तत्र न दत्तवान् अग्रे गच्छामः. पुष्पा भगिनी भवत्याः गृहात् बहु भवतु. अस्तु भगिनि धन्यवादः, अग्रे गच्छामः कृपया. अस्तु भगिनी लक्ष्मी भगिनी पठितवती खलु, अस्तु मणिमहोदय पठति किं महोदय कृपया. आं महोदय, ऊकारः धातवः यथावत् तिष्ठति, भूयोः भू भूयते, पू पूयते, गु गूयते, लु लूयते इति. अस्य अपवादः ब्रू धातुः, ब्रुवो वचि, ब्रू धातुः स्थाने वच् आदेशः भवति आर्धधातुक आर्धधातुकविवक्षायां. वचि इत्यस्मिन् ईकारः उच्चारणार्थः, ब्रूव षष्ट्यन्तं वचि प्रथमान्तं द्विपदं सूत्रम्, आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ब्रूवचि आर्धधातुके. अत्र ब्रूवचि पूर्वसूत्रम् अस्ति, ऊकारः अत्र अन्तिमवर्ण एव आदेशः भवति, ब्रूवचि स्थाने ब्रूस्थाने अनेकाचित्रस्य सूत्रेण एव अत्र भवति, ब्रूस्थाने वच् आदेशः आर्धधातुकक्षायाम् इति अनुसहतरं ब्रूव वचि आर्धधातु, तदेव इत्यस्य अर्थः. अनन्तरं वच् अनेकाल् इत्यस्मात् पूर्णतया ब्रू स्थाने आदिशो भवति अनेकाचित्स्वरस्य पूर्वस्थाने. अनेकाचित्स्वरस्य सूत्रं वदति आदेश अनेकाल् आदेश एकः वर्णः न अपि तु अनेकवर्णः, अथवा चित् चेत् सर्वस्मिन् सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य, अनुवृत्तिसहितसूत्रम् अनेकं सर्वस्य स्थाने अर्थः अपि पूर्णतया अनेकाल् सर्वस्य एव अनेकाल् वर्णानाम् एव भवति इति अलन्त्यस्य इत्यस्य अपवादः. प्रणाम् महोदय. ब्रूवो वचि सम्यक् भवति भवतः गृहात् अपि ध्वनिः आगच्छति. भवान् अन्यूट् मा करोतु महोदय, ध्वनिः अस्ति भवतः गृहे. ब्रूयोः यक् ब्रूवो वचि इत्यनेन वच् भवति, वच् योः य वचि स्वपि यजादीनां किति इत्यस्य सम्प्रसारणं भवति. अतः वचि स्थाने व स्थाने ऊकारः आदेशः सम्प्रसारणं सूत्रेण सम्प्रसारणं च इति सूत्रेण अकारः लोपो भवति, पूर्व न लोपो भवति. पूर्वप्रयोः पूर्वः एव तिष्ठति, अतः उच् इति भवति. उच्योः य उच्य इति अनन्तरम् उच्ययोः ते उच्यते इति अनेन ब्रूयते ब्रूयते इति वक्तुं प्रभवामः तथा नास्ति इति खलु उच्यते इति रूपम्. आम् महोदय, तस्य तदेव अत्र अपवादः इति उक्तं किल. तर्हि अपवादत्वेन वयं किं किं दृष्टवन्तः इत्युक्ते, वयम् अत्र किमस्ति आकारान्तानां वयं दृष्टवन्तः खलु, गुमास्ता गापा जहाति सांहलि इति दृष्टवन्तः आकारान्तानाम्. अनन्तरम् इकारान्तानां तु वयं शीङ् इत्यस्य विषये दृष्टवन्तः, अयङ् इङ् इत्यनेन अयङ् आदेशः इति. उकारान्तानां भ्रू धातुः विशिष्टः अस्ति, तत्र भ्रुवो वचि इत्यनेन वच् आदेशः भवति इति. प्रथमं वच् आदेशः, तदनन्तरं वचि स्वपि तेन सम्प्रसारणकार्यम् इति. अन्यः सौम्या महोदय पठति किं महोदय? धन्यवादः भगिनी. करपत्रं अद्य नास्ति, श्वः पठिष्यामि. अस्तु महोदय, अस्तु महोदय, धन्यवादः महोदय. तथा करोतु पुष्पा भगिनी, कृपया पठति किं भगिनि? ऋकारान्तदातवः इति भगिनि, पुष्पा भगिनि म्यूटेड् अस्ति भगिनि. अस्तु भगिनि, मया आं भगिनि चार्ज् नास्ति, इत्र एव तिष्ठामि. हा, ऋकारान्तः दातवः सामान्यऋकारान्तानां धातूनां कृते ऋङ् शयलिङ् शु इत्यनेन ऋकारान्तस्य अङ्गस्य ऋङ् आदेशः भवति यक् प्रत्यये परे. यथा कृयोगः यक् ऋङ् शयङ्लिङ्क्षु इत्यनेन कयोगः ऋङ् योगः यक् क्रीयोगः य योगः या क्रिया यो अङ्गं क्रियायोगः ते क्रियते. ब्रू योगः यक् ऋङ् शयङ्लिङ्क्षु इत्यनेन भूयोगः ऋङ् योगः यक् भ्रीयोगः य ब्रिया अङ्गं ब्रिया योगते योगः ते ब्रियते ते सिद् तिङ् मीन् सिद्ध तिङ् प्रत्ययः आत्मनेपदी मृ न आत्मनेपदी न कर्मणि पदे भवे. मृ योगः यक् ऋङ् शयङ्लिङ्क्षु इत्यनेन म योगः ऋङ् योगः यक् मृयोगः य. अत्र ऋकारः ञकारः गच्छति, इ एव तिष्ठति. म्रिया म्रियोगः य म्रिया अङ्गं म्रिया योगः ते म्रियते. ऋङ् शयङ्लिङ्क्षु ऋकारान्तस्य अङ्गस्य ऋङ् आदेशो भवति. भगिनि, मया मम ऐ मे गेट् कट् आफ् बिकास् ऐ हेव् वेरि लो दिस् थिङ्ग् ओके बेटरी पवर्. रिङ्ग् आदेशो आदेशः भवति शप्रत्यये शक् यक् प्रत्यये यकारादि आर्धधातुक लिङ् प्रत्यये च परे आर्धधातुकलिङ् प्रत्यये च परे षश्च यक् च लिङ् च तेषाम् इतरेतरद्वन्द्वः शयङ् लिङ् लिङ्गः तेषु शयङ् लिङ्क्षु लिङ् प्रथमान्तं शयङ् लिङ्क्षु सप्तम्यन्तं द्विपदमिदं सूत्रम् अयङ् अयङ् ईमिति कितिमिति इत्यस्मात् ई अकृत्सार्वधातुक धातुकयोर्दीर्घ इत्यस्मात् असार्वधातुके लिङ् ऋतः इत्यस्मात् असर्व इत्यस्मात् ऋतः अकृतसार्वधातुकयोर्दीर्घः इत्यनेन दीर्घः आगच्छत् नो असार्वधातुके लिङ् लिङ् इतः ऋतः इत्यस्मात् ऋतः इत्येषाम् अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य लिङ् इ असार्वधातुके शयद्लिङ्क्षु तद्वदति रिङ् शयङ्लिङ्क्षु ऋकारान्तस्य अङ्गस्य रिङ् आदेशो भवति श प्रत्यये परे यक् प्रत्यये परे यकारादि आर्धधातुकलिङ् प्रत्यये च परे ते सर्वे कार्यं करोति तद् अनुवृत्तिसहितसूत्रं ऋतः अङ्गस्य रिङ् इ असार्वधातुके यशयलिङ्क्षु इति वदनेन ऋतः तु ऋकारस्य अन्तः अस्ति ऋतः अङ्गस्य रिङ् तद् रिङ् इति आगच्छति ई न न हा रिङ् इति आगच्छति न भगिनि न न यक् प्रत्यये यकारादि असार्वधातुक लिङ् प्रत्यये च परे सम्यक् अस्माभिः एतदेव सुदादिगणे अपि दृष्टमासीत् श प्रत्यये परे इति दत्तमस्ति खलु श प्रत्यये परे इति तत्र तुदादिगणे दृष्टमासीत् न न न तुदादिगणे श इति प्रत्ययः अस्तु भगिनि एतत् सर्वे न तिष्ठति मम ब्रेन् नास्ति अग्रे अपि पठतु भगिनि समयः जायते अग्रे एव पठतु यस्मिन् विधि तदपि यस्मिन् विधिः तदा दावल ग्रहणे तदा तदा वा तदादौ अल्ग्रहणे इति परिभाषया ई नाम यकारादौ यस्य आदौ यकारः यस्मिन् परे ई असार्वधातुके च लिङ्गः विशेषणं येन विधिष्ठदन्तस्य इत्यनेन ऋतः अङ्गस्य नाम न केवलं ऋकारस्य इत्यङ्गस्य अपि तु ऋकारान्तस्य अङ्गस्य केवलं ऋकारस्य अङ्ग इत्यङ्गस्य न अपि तु ऋकारान्तस्य अङ्गस्यापि अस्तु रिङ् इति ञित् ञित् रिङ् ञित् अतः अलोन्त्यस्य इत्यस्य बाधकसूत्रम् अनेकाल् षित् सर्वस्य तत् प्रभाद्य णिच्छ इति सूत्रेण आदेशः ञित् चेत् तर्हि अनेकाल् चेत् अपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः. एतद्वदति इदानीं सर्वे सुब्रह्मण्यं बालसुब्रह्मण्यं महोदय कोऽपि वदति तदेव विषयः. अग्रे अग्रिमसूत्रद्वयमपि प्रथमवाक्यम् अनुवृत्तिसहितसूत्रमपि पठति किं भगिनि? येन विधिस्तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति. अस्तु, परिभाषासूत्रं सोऽन्ते इति सः अन्ते यस्य अन्तिमवाक्यम् अनुवृत्तिसहितसूत्रं येन विधिः तदन्तस्य स्वस्य रूपस्य. अस्तु, तत्तु विशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति इति. येन केवलं ऋकार इति अङ्गस्य, किन्तु अङ्गे अस्ति चेत् अपि तद् आगच्छति ग्रहणम्. अस्तु, निच्च नित् आदेशः निकाल् चेत् अपि अन्यस्य एव स्थाने भवति. नित् आदेशः अनेकाल् चेत् अपि अन्त्यस्य एव स्थाने भवति. अलोन्त्यस्य इति सूत्रं सामान्यतया भवति, अलन्त्यस्य इति अन्त्यस्य एव आदेशः भवति. तद् प्रभाद्य यदि अनेके अल्वर्णाः सन्ति चेत् आदेशे अनेकाश्चित् सर्वस्य इत्यनेन पूर्णादेशः भवति. किन्तु तदपि प्रभाद्य तस्य अपवादरूपेण यद्यपि अनेकाल् अस्ति आदेशे अनेके अल्वर्णाः सन्ति, तथापि यदि आदेशः नित् अस्ति चेत् अन्त्य एव वर्णस्य एव आदेशः भवति इति निश्चितं खलु. अस्तु भगिनि, अनुवृत्तिसहितसूत्रं निच्च अन्त्यस्य अलः स्थाने तथैव न. सर्वे वद कोऽपि परे अपि पर्याप्तं भगिनि, धन्यवादः भगिनि. अरुण भगिनि पुनः प्रश्नः अस्ति किं कस्यापि एतावत्पर्यन्तं? मम एकः प्रश्नः अस्ति, अत्र क्रूधातुः इत्युक्ते अस्माकं परिचितधातुः डुक्रुणिधातोः रूपमेव क्रियते, करोति कुरुते, तत्र लट् कर्तरि लट् रूपं करोति तस्य रूपमेव क्रियते. भ्रूधातुं पश्यामश्चेत् तत्र भुवादिगणे भ्रूधातुः अस्ति, अपि च जुहोत्यादिगणे अपि अस्ति. तत्र भ्रूधातोः रूपं भरति भ्वादिगणे अस्ति चेत् भरति, जुहोत्यादिगणे अस्ति चेत् बिभर्ति अस्ति, तस्य रूपं भ्रियते. किन्तु अत्र मम प्रश्नः, भूधातुः प्राणत्यागे इत्यस्मिन् अर्थे अस्ति, तस्य सौम्यं महोदय कृपया म्यूट् भवतु, महोदय भवतः ध्वनिः आगच्छति. तस्य कर्तरिप्रयोगे लट्लकाररूपं म्रियते अस्ति, इत्युक्ते मृधातोः रूपं कर्तरिप्रयोगे कर्मणि प्रयोगे एकमेव भवितुम् अर्हति वा? अत्र मृधातोः रूपं म्रियते इति लिखितमस्ति कर्तरि लट्, कर्मणि लट् अपि तदेव लिखितमस्ति. सत्यं भगिनि, आं तत्रापि रिङ्ग् शैङ्ग्लिषु अनेन सूत्रेण एव मृ इति मृकारस्य मृ इति भवति, म्रियते इति रूपं प्राप्नुमः. तत्र श इति भवति खलु, श परे अपि समानसूत्रं खलु, तर्हि तत्रापि म्रियते इत्येव रूपं. सत्यं, तथा भवितुम् अर्हति वा भगिनि, कर्तरि लट् कर्मणि लट्? आं, किमर्थं नास्ति, अत्र तु भवति खलु, मा भवतु इति किमपि नियमः नास्ति खलु. भगिनि, उभयपदधातु अस्ति चेत् किं भवति? अत्र मम प्रश्नः तु, अत्र भावकरणं कर्मणोः इत्यनेन केवलं कर्मणि प्रयोगे तु केवलम् आत्मनेपदीरूपमेव तिष्ठति खलु. उभयपदिनः न भवन्ति एव. यद्यपि धातुः उभयपदि भवतु, किन्तु यत्र भावे वा कर्मणि वा तस्य तु आत्मनेपदि, अन्तं तु आत्मनेपदि अन्तम् आत्मने. इदानीं तु लक्ष्मीभगिनी उक्तवती तत्र करोति कुरुते, तस्य तयोः कर्मणि रूपम् एकम् एव वा क्रियते. आं भगिनि, धातु अत्र कर्मणि रूपम् इति उभयपदि पदस्य पुनः अत्र अर्थ लट् लकारस्य वा पदस्य वा किमपि नास्ति खलु. कर्मणि इत्यनेन धातोः कर्मणि रूपम् अस्ति खलु. धातुः एकः एव धातुः अस्ति चेत् तस्य कर्मणि रूपं धातुः प्लस् यक् प्लस् ते इति तिङ् प्रत्ययः कर्मणि रूपं प्राप्नुमः क्रियते इति. किन्तु मृ धातोः रूपं कर्त्रि लट् कर्मणि लट् द्वयमपि समानम्? आं भगिनि, समानं तथा अस्ति भगिनि. किम् इत्युक्ते भगिनि, अनेके धातवः सन्ति येषां रूपसामान्यं भवति, लकारेषु अपि कदाचित् साम्यं भवति, तत्र चिन्ता नास्ति भगिनि. भिन्नभिन्नधातूनां भिन्न अर्थे अपि समानरूपं प्राप्नोति, एकस्मिन् अपि अर्थे भवन्ति तेषामपि समानरूपं प्राप्तुं अर्हन्ति. नियमः किमपि अत्र अत्र दृश्यते भावकर्मणोः सार्वधातुके यक् भवति, अन्यथा कर्तरि शब् भवति भादिगणे. अतः यक् अपि यक् भवति यदि आत्मनेपदि धातुः अस्ति, भावकर्मणो रूपं प्रयुज्येत् तर्हि यक् प्रयुज्यमेव, यदि कर्तरि अस्ति तर्हि शब् प्रयुज्यम्, एवं वा? आम् सत्यं महोदय, कर्तरि अस्ति चेत् अत्र तु कर्तरि अस्ति चेत् आम् सत्यं, भवता इत्युक्ते सत्यं, यत् तत्र तु शप् प्रत्ययः आयाति सामान्यतया कर्तरि शप् इत्यनेन. अत्र भावकर्मणोः अत्र सार्वधातुके यक् इति सूत्रेण भावकर्मवाचिनि यक् प्रत्ययः मध्ये विकरणप्रत्ययः आगच्छति. प्रक्रिया तु आर्धधातुकप्रक्रिया भवति, सत्यं. किमर्थम् इत्युक्ते यक् अपि आर्धधातुकः अस्ति इति कृत्वा यक् आर्धातुकप्रक्रिया भवति. भगिनि अत्र किञ्चित् पृच्छतु महोदय. भवतः प्रश्नः कः महोदय? येन विधिस्तद् अन्तस्य स्वस्थ च तद् न अवगतम्. येन विधिस्तदन्तस्य इति किं महोदय? एतत्तु अस्माभिः बहुकालात् वयम् एतत् सूत्रं पश्यन्तः स्मः. किं वदति इत्युक्ते अत्र ऋकारस्य सूत्रं सूत्रे किम् उक्तमस्ति, ऋतः अङ्गस्य इति उक्तमस्ति खलु. ऋतः अङ्गस्य इत्युक्ते ऋकार अङ्गस्य इति अर्थः. अनेन किम् अवगतम् अवगन्तव्यम् इति इत्युक्ते केवलं ऋत् इति अङ्गस्य इति नास्ति. येन विधिस्तदन्तस्य इति परिभाषासूत्रमस्ति अस्ति, तद्वदति ऋतः अङ्गस्य इत्यनेन केवलं ऋत् इति अङ्गस्य एव नास्ति, किन्तु यस्य यस्य अङ्गस्य अन्ते ऋकारः अस्ति तेषां सर्वेषामपि ग्रहणम् इति वदति. महोदय अग्रे गच्छामः. सुमन् भगिनी प्रश्नः अस्ति किं महोदय? प्रश्नः प्रश्नः नास्ति, अहम् उक्तवती किञ्चित् धैर्यं प्राप्तुं प्रयत्नं कर्तुं शक्नोमि किं पठितुम्? आं भगिनि, निश्चयेन भगिनि अग्रे पठति. किं संयोगादिकारान्तदातः इति अस्य द्वौ अपवादौ संयोगादि ऋकारान्त धातवः. अत्र सूत्रम् अस्ति गुणो अस्ति संयोगाद्योः इत्यनेन ऋकारान्तधातोः आदौ संयोगः अस्ति चेत् धातोः गुणादेशः भवति. इदानीम् उदाहरणानि सन्ति, यथा स्मृ योगः यक्, स्म योग यक्, तत्र स्मर् भवति योग य, स्मर्य स्मर्यते इति सूत्रेण तत्र रेपः आयाति इति जानाति किं भगिनि? तत्र तु आद्गुणः पुन अनन्तरम् उरण्ड्रपरः. आं भगिनि, आद्गुणः अत्र आं सत्यम् आद्गुणः इति नास्ति, अदेङ्गुणः इति आद्गुणः तु विधिसूत्रम् अस्ति. अदेङ्गुणः मम ऐ गेट् देम् कन्फ्यूस्ड् आल् द टैम्. अदेङ्गुणः तत्र तत् सूत्रं वदति ए ओ गुण गुणवाचिक वर्णाः सन्ति. इदानीं तु ऋकारः अस्ति अतः अ एव आदेशं भवति, किन्तु ऋकारस्य स्थाने उरण्परः सूत्रं कार्यं करोति, अर् आदेश भवति. उत्तमं भगिनि, शीघ्रं पठतु, तर्हि आवलिं पठतु तत्र. अस्तु, दृ योग यक् ध्व यक् ध्व ध्वर् योग य ध्वर्य ध्वर्यते हृ योग यक् ह्व योग यक् ह्वर् योग य ह्वर्य ह्वर्यते. सम्यक् उच्चारणम् अस्ति वा न जानामि. स्मर्यते स्वर तत्र स्व स्व स्वर योगयक् स्व योगयक् स्वर् स्वर्य स्वर्यते भवति. ऋ योगयक् तत्र अर् भवति, अर् योग य अर्य अर्यते. उत्तमं भगिनि, धन्यवादः. किम् इत्युक्ते समयः अतीतः इति कृत्वा अहम् अग्रे सर्वान् अपि किमस्ति पाठयामि इति चिन्तितवती, सर्वेपि किञ्चित् किञ्चित् अग्रे अपि पठन्तु इति. भगिनि अत्र किम् अस्ति, सरला भगिनी महोदयस्य वर्गे कियत्पर्यन्तं दृष्टवन्तः? भगिनी हल्यन्तपर्यन्तं विस्तारान्त धातव सम्पूर्णं समाप्तः, किं समयः नास्ति, शीघ्रं भगिनि. अस्तु, अत्र तु नियमः सुलभम् अस्ति. अत्र आदौ किमपि संयुक्तपदम् अस्ति चेत् तत्र गुण भवति, न तु कृ धातु एव रिङ्ग् आदेशः न भवति. आं सत्यं भगिनि, अत्र सूत्रमपि एकवारं पठति किं भगिनि, प्रथमवाक्यम् अन्तिमवाक्यम्? अस्तु, गुणोति संयोगाद्योः अनुवृत्तिसहितसूत्रम् अस्ति. अति संयोग योगाद्यौ क्षम्यताम् अति संयोगाद्यौ प्रथमवाक्यं प्रथमवाक्यं ओ अस्तु हृद्धातोः संयोगादि ऋकारान्त धातोः च अङ्गस्य गुणः भवति. यकीपरे यकारादि लिङ्गि आर्धधातुकप्रत्यये परे च अनुवृत्तिसहितसूत्रम् अस्ति. अति संयोगा आद्योः ऋतः अङ्गस्य गुणः यकि यि लिङ्गि असार्वधातुके, इत्युक्ते ऋकारान्तधातु अस्ति तस्य आदौ संयोगवर्णः अस्ति चेत् तस्य तत्र गुणः भवति यकि परे, नो चेत् यकारादौ लिङ्गि आर्धधातुकप्रत्यये परे. अत्र किं किं यकि परे गुणः भवति, यकि परे यकारादि लिङि आर्धधातुकप्रत्यये परे इति किम्? अस्तु भगिनि, तर्हि यक् अस्माकं प्रत्ययः यक् अस्ति इति कृत्वा सूत्रस्य कार्यम् अत्र अस्ति. इत्यनेन इक्स् इत्यनेन इक्ष्टिपो धातुनिर्देशे इत्यनेन अर्ति इत्यनेन अत्र ऋ इति धातोः ग्रहणम् इति स्मर्तव्यम्. धातुनिर्देशः अस्ति, ततः पाणिनिः कदाचित् निर्देशः भवति. अत्र लिङ्गि एव अस्ति, अत्रापि लिङ्गि एव अस्ति, यकि अस्ति खलु अस्माकं यक् प्रत्ययः. द्वयोः स्थाने भवति वा विधिलिङ्ग् एव वा आशीर्लिङ्ग् एव वा? आर्धधातुक लिङ्गि आर्धधातुकप्रत्यये परे इति अस्ति द्रष्टव्यं भगिनि, तत्तु दृष्टव्यं भगिनि. महोदय उक्तवान् आशीलिङ्ग् अस्ति अत्र, विधिलिङ्ग् अस्ति सार्वधातुक भवति, अतः लिङ्गि. किन्तु अत्र तु कर्मणि भावे तु आर्धधातुक एव भवति खलु? अत्र तु यकि इति साक्षात् उत्तम् अस्ति खलु, यत्र लिङ्ग् अस्ति तत्र एव सार्वधातुक धन्यवादः भगिनि. अस्तु अरुणा भगिनी पठति किं भगिनि? जागृ आं भगिनि. जागृधातुः जाग्रो विच्छिन्ना लिङ्ग्सु इत्यनेन किति प्रत्यये परे अपि गुणः भवति. जागृधातुः जागृयोगः यक् जागर् योगहय जागरीय जागरीयते इति रूपं निष्पन्नं भवति. अत्र सूत्रं किं विवरणं दत्तं, जागृ विच्छिन्नलिङ्ग्सु जागृधातोः गुणो भवति वि छिन् नल् नित् इत्येषां प्रत्ययानां पर्युदासे. वि इति प्रत्ययविशेषः, छिन् इति लुङ् लकारस्य, नल् इति लिट् लकारस्य, नित् इत्यनेन इस्तङ्नक नकारः यस्य. वि नित् इत्यनोः विषये पूर्णसूत्रं पठामि वा? एतदपि पठित्वा एतं वाक्यमपि पठित्वा अनुभूतिसहितसूत्रं, जाग्रः गुणः अविच्छिन्नलिङ्ग्सु इति पूर्णसूत्रं. तदर्थं जाग्रः जाग्रे विच्छिन्नलिङ्ग्सु इति सूत्रं वदति जागृधातोः यक् प्रत्ययपदे गुणः भवति. सर्वेषु प्रत्ययेषु परेषु गुणः भवति, केवलं विच्छिन् नल् नित् इति विहाय इति विहाय. आं भगिनि. वि इति प्रत्ययविशेषः, छिन् इति लुङ् लकार समये आगच्छति, नल् इति लिट् लकार प्रत्यय अस्ति, नित् इत्यनेन इत्संज्ञक नकारः यस्य इति. तत् विहाय यक् यक् प्रत्यय इत्युक्ते जागृधातोः गुणः भवति जागर् इति रूपं सिद्धं जागर्यते इति. उत्तमं भगिनि, धन्यवादः भगिनि. अग्रे गच्छामः, अग्रे अग्रे अत्र अस्तु क्षम्यतां. धन्यवादः. सरला भगिनी कृपया पठति. अस्तु ऋकारान्तधातव दीर्घऋकार यत्र अस्ति अन्ते एकनिमिष भगिनि. जागृ जागर्ति न अस्ति न भगिनि इति पृच्छामि. जागर्ति अधुना समयः नास्ति भगिनि, अधुना तस्मिन् विषये चिन्ता मास्तु इति मम आशा. आं सत्यं, भवत्या इत्युक्तं जागर्ति इति एव रूपं सत्यम्. कोष्टकं दृष्ट्वा तत् अग्रे भवती स्वयं द्रष्टुं शक्यते खलु भगिनि, तत् तस्मिन् विषये चिन्ता मास्तु. आं जागर्ति इति सत्यम्. आं तत्रापि अनेनैव सूत्रेण गुणः भवति, जागर्ति इति भवति खलु, तत्रापि अद्य सूत्रस्य प्रसक्तिः अस्ति. अस्तु, ऋकारान्तः ऋकारान्तः धातवः इति सरला भगिनी कृते अनुश्च्य पूर्वरीकारान्तधातवः यस्य धातौ अन्तिमवर्ण दीर्घरीकार अपि च तस्मात् प्राक् यः वर्णः सः ओष्ठ्यवर्णो नास्ति नापि पवर्गीय अथवा वकारो नास्ति स च धातु अनोश्च्य पूर्व ऋकारान्तधातु यथा त्रि झृ गृ कृ शृ इत्यादयः धातवः अनोष्ठपूर्व ऋकारान्तधातव यत् ओष्ठपूर्वधातवः अस्ति यत् पवर्गीयधातवः वा वकारान्त ते भवन्ति ओष्ठपूर्वधातवः यदि ओष्ठपूर्व न भवति तद् भवति अनोष्ठपूर्वधातवः यथा तृ झृ गृ कृ दीर्घऋकार तस्य आदौ अस्ति दीर्घरेकार अन्ते आगच्छति तेषाम् अन्ते एतादृशधातूनां कार्यम् एव भवति तत्र ऋद् धातो इति सूत्रेण प्रक्रिया दत्तमस्ति त्रियोगया ऋद् धातौ ऋत धातौ ऋत इति नास्ति ऋत इति दीर्घऋकारः धातौ त्रिय ऋत् धातौ इत्यनेन ऋदन्तधातौ अङ्गस्य ह्रस्व इकारो आदेशः भवति ति योगय योग तत्र अनरपरः इत्यनेन ऋकारस्य स्थाने अण् आदिष्टः चेत् स अण् सदारपरः तृ योगय हलि च अनेन रेफान्तधातूनाम् उपधायां स्थिताम् इकवर्ण दीर्घो हलि परे तीर्य तीर्यते इति भवति ऋदधातौ त्रि प्रथमं सूत्रं पठामि भगिनि परिचितसूत्रमस्ति ऋदत् धातौ ऋदन्तधातौ अङ्गस्य ह्रस्व इकारो आदेशो भवति कितिङिति प्रत्ये परे एव इति बोध्यं न चेत् गुणा भवति अत्र अनुवृत्तिसहितसूत्रमस्ति कृत धातौ अङ्गस्य इत् भवति यदि दीर्घरिकारान्तधातुः अन्ते अस्ति धातुः अन्ते तस्य दीर्घरिकारस्य स्थाने इत् आदेशः भवति यदि इत् आदेशः भवति तत् आगच्छति अण् प्रत्याहारे यदि अण् प्रत्याहारे आगच्छति ओनरपर तस्य प्रसक्तिः भवति यद् कोऽपि अण् आदेशः भवति तस्य सदारपर भवति यथा ओनरपर परिचितसूचम् अस्ति स्थाने अनरपरः भवति सो प्रथमं स्थाने इकारः भवति इकार अनप्रत्याहारे अस्ति सो रपर अपि आगच्छति सो तत्र इल् इति आगच्छति यदि इल् आगच्छति तत्र तदनन्तरं हलि चति सूत्रं कार्यं करोति एतत् एतत् अपि परिचितसूत्रमस्ति रेफान्त वकारान्त च धातूनाम् उपधायां स्थितः एकवर्णः दीर्घो भवति हलि परे अनुवृत्तिसहित्रमस्ति वो धातोः उपधायां इक दीर्घ हलि यदि धातु अस्ति तस्य अन्ते रेफ या वकार अस्ति उपधायाम् इक वर्ण अस्ति तदनन्तरं हलि तस्य परे अस्ति तत्र इक धातोः दीर्घ भवति इदानीम् अस्माकं प्रक्रिया यदि वयं पश्यामः त्रि इति दीर्घरिकारान्तधातुः अस्ति सकारयोग दीर्घरिकारान्त यक् इति सार्वधातुक यक् ऋद् ऋत धातोः अन्येन ऋदन्तधातोः ह्रस्व इकार आदिष्टः भवति सो त्रियोग य भवति पुनरपर अनेन रेफ आगच्छसि सो तिर्योग य हलि च अनेन यकार हलि प्रत्याहारे आगच्छसि तो हलि परे अस्ति तिर् तस्य रेफ अन्ते अस्ति ईकार तस्य उपधायाम् अस्ति अत्र हलि च इति सूत्रेण इकारस्य ईकार भवति सो तीर् योगय भवति तीर्यते इति रूपम् आगच्छति अत्र हृदय धातुः इति सामान्यसूत्रम् औत्सर्गिकसूत्रमस्ति, सामान्यकार्यं सर्वेषां ऋकारान्तानां सादृशकार्यं हृदय धातुः इत्यस्मिन् प्रसक्तिः प्राप्तिः भवति, किन्तु यत्र उदोष्ट्यपूर्वस्य अस्ति चेत् औष्ट्यपूर्वस्य अस्ति चेत् तस्य कृते भिन्नसूत्रम् आयाति इति कृत्वा महोदयेन प्रथममेव दत्तवान्, यत्र औष्ट्यपूर्वः नास्ति चेत् एतस्य सूत्रस्य कार्यम् इति प्रथमं दत्तवान्, किन्तु एतत्तु औत्सर्गिकसूत्रमस्ति. भगिनी अत्र एवमेव इति कृत्वा पूर्यते किम्? एवमेव विवरणं न आवश्यकम्. एवमेव ज्रि भवति, जिर् जीर जीर्यते, गृ घ्रीर्यते, कृ क्रियते, दृ दीर्यते, शृ शीर्यते इति भवति. धन्यवादः भगिनी. कस्य प्रश्नः अस्ति किम्? ध्वनिः श्रुता मया. अस्तु अग्रे गच्छामः. अधुना ओष्ठपूर्वस्य किम् अस्ति इत्युक्ते विशिष्टकार्यम् अस्ति इति कृत्वा अग्रे ओष्ठपूर्वस्य विशिष्टकार्यं पश्यामः. लक्ष्मी भगिनी कृपया वदति किं भगिनि? आं भगिनि, ओष्ठ्यपूर्व रूकारान्तधातवः यस्य धातोः अन्तिमवर्णः दीर्घरूकारः अपि च तस्मात् प्राक् यः वर्णः सः औष्ट्यवर्णः नाम पवर्गीयः अथवा वकारः, स च धातुः औष्ट्यपूर्वरुकारान्तधातुः यथा प्रु व्रु इत्यादयः धातवः. एतादृशानां धातूनां कार्यम् एवं भवति. प्रु योगः यक् औष्ट्यपूर्वस्य इत्यनेन औष्ट्यपूर्वस्य रूकारान्तङ्गस्य रूकारस्य ह्रस्व उकारादेशः भवति. उदोष्ट्यपूर्वस्य इति सूत्रं तु उदोष्ट्यपूर्वस्य इति अस्ति खलु? उदोष्ट्य उत् इत्युक्ते अत्र तपरः तत्कालस्य इति भवति वा? उत् ह्रस्व उकारः. सत्यं भगिनि, आदेशः उत् आदेशः भवति इति. अस्तु, उत् आदेशः भवति. औष्ट्यपूर्वस्य रूकारान्तस्य रूकारान्त अङ्गस्य रुकारस्य ह्रस्वः ह्रस्वः इत्युक्ते ह्रस्व उकारादेशः भवति. तेन प्रू इत्यस्मात् पू भवति. तदनन्तरं यक् इत्यस्मात् यकारः एव अवशिष्यते निबन्धलोपानन्तरम्. अधुना उरण्परः इत्यनेन रुकारस्य स्थाने अण् आदेश आदिष्टः चेत् सः अण् सदा रपरः भवति इति कृत्वा पुर् भवति. उरण्परः इत्यनेन पुर् इति रूपम् आयति. पुर् योगः य. अधुना हलिच इत्यनेन रेफान्तधातूनाम् उपधायां स्थितः इक् वर्णः दीर्घः भवति हलिपरे. पुर् योगः य. अधुना पुर् इत्यस्मात् तत्र हलिच इति सूत्रस्य प्रसक्तिः अस्ति. सूत्रं पठनीयं वा भगिनि? न भगिनि, अग्रे उदोष्टपूर्वस्य इति सूत्रं पठति हलिच भगिनि अधुना पठितवती खलु? आम्, इत्युक्ते अत्र त्रीणि निमित्तानि आवश्यकानि हलिच सूत्रस्य कृते, तानि पूरितानि भवन्ति इति कृत्वा अत्र पुर् इति रूपं पूर् भवति हलिच इति सूत्रेण. तदनन्तरं पूर्वयोगः य योगः ते इति आत्मनेपदिप्रत्ययम् अस्ति, प्रत्ययः अस्ति, तेन पूर्यते रूपम्. अस्तु, उदोष्ट्यपूर्वस्य औष्ट्यपूर्वस्य ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्वः ह्रस्व उकारादेशः भवति. अत्र येन विधिस्तदन्तस्य इत्यस्य परिभाषासूत्रस्य आवश्यकता अस्ति. अलुन्तस्य इत्यनेन अन्तिमाल्वर्णस्य स्थाने एव भवति, न तु सम्पूर्णाङ्गस्य स्थाने. अपि च ऋतैर्धातोः इत्यस्मात् ऋतः इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रम् औष्ट्यपूर्वस्य ऋतः अङ्गस्य उत्. अत्र यथा भवत्या उक्तम्, अत्र यद्यपि अयं धातुः दीर्घरूकारान्तधातुः, तथापि अयं धातुः औष्ट्यपूर्वरूकारान्तधातुः अस्ति इति कृत्वा अनेन विशिष्टसूत्रेण अत्र कार्यं ह्रस्व उकारादेशः अभवत्. तदनन्तरं हलिच इत्यनेन दीर्घत्वं भवति इति कृत्वा पूर्यते इति रूपम् अस्ति. तादृशरीत्या एव अन्ये धातवः अपि सन्ति. व्रूयोगः यक् व्रु इत्यस्मात् वु आयाति. वु योगः यक् या वुर् योगः या तदनन्तरम् ऊर्योगः य. अधुना वर्णमेलनेन ऊर्य ऊर्यते भ्रू भूर्यते. धन्यवादः भगिनि. तर्हि आहत्य अजन्तधातूनां विषये समाप्तः अस्माकं पाठः. एकः प्रश्नः अस्ति, ओष्ट इति वदनेन सर्वे वर्णाः व्यञ्जनानि न वर्ण ओष्टे तत्र पवर्गः वकारः इति तत्र पवर्गः वकारः अनन्त वकारः दन्तोष्ट्यः अस्ति वकारः वकारः दन्तोष्ट्यः वकारः अस्तु अस्तु अस्तु भगिनि सम्यक्. तर्हि आहत्य अजन्तधातूनाम् इति पश्यामः चेत् सामान्यतया आकारान्तानां तु केवलं वर्णमेलनं उदाहरणार्थं घ्रा इत्यस्य घ्रायते इति. अनन्तरम् अत्र ऐजन्तदातवः सन्ति चेत् आदेशोपदेशेषु इत्यनेन आकारः प्राप्नोति आकारान्तं प्राप्नोति तरूपं. तदनन्तरं वयं एकं प्रत्ययं योजयित्वा तत्र किमस्ति उदाहरणार्थम् अत्र वेदातुः वायते इति रूपाणि. तत्र विशिष्टसूत्रमस्ति घूमास्ता गापा जहाति सां हलीतिनेन घूसंज्ञकदातवः मा स्था गा पा जहाति हा धातुः अनन्तरं सा धातुः तेषां इकारः भवति इति कृत्वा पीयते दीयते इति रूपाणि प्राप्नुमः. अनन्तरम् इकारान्तधातूनां सामान्यसूत्रम् आसीत् अकृत् सार्वधातुको दीर्घः इति सूत्रेण दीर्घत्वं प्राप्नोति. दीर्घ इकारान्तानामपि पुनः अकृत् सर्वदातुको दीर्घः इत्यनेनैव दीर्घत्वं पुनः दीर्घत्वमेव तिष्ठति आगच्छति इति कृत्वा इकारान्तत्वं इकारः एव तिष्ठति. तर्हि नीयते क्षि इति इकार ह्रस्व इकारान्तधातुः क्षीयते इति दीर्घत्वं प्राप्नोति. अनन्तरं नी इति दीर्घ इकारान्तधातोः नीयते इति रूपम्. अनन्तरम् उकारान्तधातूनां विषये वयं पुनः तदेव सूत्रमस्ति अकृत् सार्वधातुको दीर्घः इति सूत्रम्. अनेन नूधातुः नूयते भवति. भू इति दीर्घ उकारान्तधातुः भूयते इति रूपम्. अत्र भ्रुवो वचि इति अत्र इकारान्तधातूनां विषये तु शिङ् इति विशिष्टसूत्रम् आसीत् शिङ् इत्यस्य कृते विशिष्टसूत्रम् आगतम् अस्ति. अयङ् इति इत्यनेन अयङ् आदेशः भवति प्रत्यये परे. तर्हि शय्यते इति रूपम्. अनन्तरम् उकारान्तधातूनां विषये ब्रू धातुः विशिष्टः अस्ति. ब्रू इति विशिष्टधातुः इत्यस्य ब्रूवचि इत्यनेन वच आदेशः भूत्वा उच्यते इति रूपं ब्रू धातोः. अनन्तरं ऋकारान्तधातोः विषये पश्यामः चेत् अस्माकं पूर्वमपि पठितम् आसीत् रिङ् शेङ्ग्लिषु इति सूत्रं. यक् प्रत्ययः अस्ति इति कृत्वा रिङ् शेङ्ग्लिषु इत्यनेन ऋकारस्य स्थाने रि इति आदेशः भवति. तर्हि अत्र रि इति भूत्वा तत्र कृधातुः क्रियते इति रूपं प्राप्नुमः. अत्र तु अपवादद्वयम् अस्ति. अत्र विशिष्टसूत्रद्वयं भवति. गुणो अर्ति संयोगाद्युः इत्यनेन अर्ति ऋधातोः साक्षात् ऋधातोः अनन्तरं संयोगादि ऋकारान्तधातूनां तु गुणादेशः भवति इति कृत्वा स्मर्यते स्मर्यते ऋ इत्यस्य अर्यते इति रूपाणि. अनन्तरं जागृधातोः विशिष्टकार्यमस्ति. सर्वत्र तु अविच्छिन्नलोः इति विहाय तत्र जागृधातोः सर्वत्र गुणकार्यं भवति इति कृत्वा जागर्यते इति रूपं प्राप्नुमः. अस्तु. अनन्तरमस्ति अस्माकं ऋकारान्तधातूनाम् औत्सर्गिकसूत्रमस्ति हृदयद्धातोः इत्यनेन. अस्माकं तु अत्र ह्रस्व इकारादेशः भवति. अनन्तरम् उरण्ड्रपरः हलीच इत्यनेन तीर्य उदाहरणार्थं तृ इति धातोः तीर्यते इति रूपं प्राप्नुमः. अत्र किन्तु यदि ओष्टपूर्ववकारः इत्युक्ते पवर्गीय व्यञ्जनं वा नो चेत् वकारः वा अस्ति चेत् तेषां कृते तेषां कृते किं भवति, तेषां कृते उदोष्टपूर्वस्य इति सूत्रेण अत्र उत् आगमः भवति इति कृत्वा उकारः भवति. अत्र तु पृ धातोः तु पू इति भवति, अनन्तरम् उरण्ड्रपरः इति निर्णय पुर् इति भूत्वा अनन्तरं पूर्यते इति दीर्घत्वं प्राप्नोति अत्र हलीश इति सूत्रेण इति नियमाः. तावन्तः ऐ मीन् तावान् नियमाः न सन्ति खलु, तावन्तः नियमाः न सन्ति इति मन्ये. सामान्यतया तु बहूनि कार्याणि भवन्ति, अत्र आर्धातुकप्रक्रिया भवति, किन्तु अजन्तदातूनां प्रायः स्मर्तुं शक्नुमः इति मन्ये. तर्हि अग्रिमसप्ताहं सप्ताहं यदा वयम् आगच्छामः सप्ताहे वयम् एतत् अजन्तदातूनां सर्वाणि सूत्राणि किञ्चित् पठित्वा स्मृत्वा आगच्छामः. प्रश्नः अस्ति किल भगिनी, अत्र मम एकं परिशीलनमस्ति. अत्र मृ धातोः प्रसङ्गे यत् सूत्रं वयं पठितवन्तः रिङ्क्षयग्लिङ्क्षु इति सूत्रमस्ति, सूत्रस्य तत्र निमित्तानि परिशीलयामश्चेत् यकारादि आर्धधातुकलिङ् प्रत्यये परे इति एकं निमित्तं, यक् प्रत्यये परे अथवा शा प्रत्यये परे इति लिखितमस्ति. इत्युक्ते मृधातुतः कर्तरिप्रयोगे लट्रूपं साधयितुम् इच्छामश्चेत् तत्रापि रिङ्क्षयग्लिङ्क्षु इति सूत्रेण एव तत्रापि म्रियते इति रूपं सिद्ध्यति. इत्युक्ते तत्र मृधातुः तुदादिगणे अस्ति इति कृत्वा शा इति विकरणप्रत्ययः अस्ति इति कृत्वा अत्र शा प्रत्यये परे इति लिखितमस्ति. इत्युक्ते रिङ्क्षयग्लिङ्क्षु मृ स्थाने मृ इति भवति, मृ अनन्तरम् अ इति विकरणप्रत्ययः शप् अस्ति, अनन्तरं ति ते इति आत्मनेपदी प्रत्ययः धातुः अस्ति इति कृत्वा ते इति अस्ति, अनन्तरम् अचिष्णु धातु ब्रुवाङ् यो यो अत्र इकारान्तधातुः इति स्वीकृत्य अत्र तु इयङ् आदेशः भूत्वा म्रियङ् इति म्रिय इति भवति, म्रियते इति रूपं प्राप्नुमः. तथैव समानरूपं किन्तु भिन्नकार्याणि भिन्नकार्याणि. अत्र जागृधातोः प्रसङ्गे अपि जागरो विच्छिन्नल् नित्सु इति सूत्रेण एव कर्तरिप्रयोगे जागर्ति इति रूपम् अपि तत्रापि जागरो विच्छिन्नल् नित्सु अस्य सूत्रस्य प्रसक्तिः एव तत्रापि अस्ति. किन्तु यथा भवत्या उक्तं भिन्नानि अन्यानि भिन्नकार्याणि भवन्ति इति कृत्वा रूपं भिद्यते जागर्ति, किन्तु अत्र जागर्यते. आं भगिनि, जागृत्यस्य तु जागृ अविच्छिन्नल्तु अविच्छिन्नल्तु इत्यनेन जागर् इति अस्ति, सत्यम्. अनन्तरं किं भवति पश्यामः. अत्र भगिनि पर्युदासे इति लिखितमस्ति, पर्युदासे इत्युक्ते एक्स्क्लूडिङ्ग् इति अर्थः वा? विहाय इति अर्थः. आं भगिनि, सत्यं. विहाय इत्युक्ते अत्र केवलं अविच्छिन्नल् नित्सु इति अत्र निमित्तमस्ति इति इत्युक्ते विप्रत्ययः चिन् प्रत्ययः नल् प्रत्ययः नित् प्रत्ययः एतेषां एतान् प्रत्ययान् विहाय इत्युक्ते पर्युदासप्रतिषेधः इत्येव तत् अत्र अस्ति भगिनि, पर्युदासप्रतिषेधः इत्येव तत् पूर्वं दृष्टवन्तः खलु, पर्युदासप्रतिषेधः इति तदेव. किमपि प्रत्ययम् प्रत्ययः अपेक्षितः किन्तु एते विहाय इति. अत्र अशित् इति वयं किमस्ति अस्माकं सूत्रमासीत् खलु, अस्माकम् आदेशोपदेशे अशित् इति सूत्रं, तथा अशित् इति अस्ति खलु, तथा एव अत्रापि पर्युदासप्रतिषेधः इति. अस्तु, इत्युक्ते इदं सूत्रमेव कर्तरिप्रयोगे अपि च कर्मणि प्रयोगे अस्य सूत्रस्य प्रसक्तिः अस्ति जागरो विच्छिन्नित्सु. आं भगिनि, मन्ये. आम् अत्र अत्र अत्र किमस्ति अत्र अत्र अत्र किमस्ति निच् प्रत्यये परे यत्र प्रेरणातकनिच् आगच्छति तत्रापि अनेनैव अत्र सर्वत्र सार्वत्रिकम् अस्ति खलु जागरविच्छिन्नित्सु इति सूत्र. आम्, ओ इत्युक्ते अत्र निजन्तरूप साधनार्थमपि इदं सूत्रमेव वा? इत्युक्ते तत्र रूपं जागरयति इति भवति, निजन्तरूपं जागरयति, तत्रापि अस्य प्रसक्तिः अस्ति वा? अस्तु भगिनि आम् इति गते सप्ताहद्वयात् पूर्वं वयं पठितवन्तः. आं भगिनि अस्तु धन्यवादः भगिनि. आम् अत्र सार्वधातुक यत्र आगच्छति तत्रापि अत्र लसि अपि तथा एव रूपं सार्वधातुकप्रक्रिया यत्र आगच्छति तत्र कर्तृप्रयोगे जागर् इति भवति जागर् योगः इति जागर्ति इति रूपं जागृधातुः अत्र किम् अस्ति अधादिगणीयधातुः इति मन्ये खलु. तर्हि विरमामि. धन्यवादः महोदय. धन्यवादः भगिनि. भगिनि एकनिमिषः भगिनि.